गुरुब्रह्म गुरुविष्णु गुरुदेव महेश्वरः गुरुसाक्षात् पर्वम् तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र असमवायिकारणं तत्र गुरुत्वं तत्र समवायि सम्बन्धावच्छिन्न इति कार्यतायां भवितुं भवति किन्तु तस्य आवश्यकता अस्ति न वा इति वयं जानीमः तत्र गुरुत्वम् इति तत्र असमवायिकारणमस्ति आद्यपतनस्य नाम गुरुत्वम् आद्यपतनं कारयति आद्यपतनं कार्यं तत्र कन्दुकः इति चिन्तयामः कन्दुके आद्यपतनं नाम तत्र आकाशे अस्ति तत्र पतति नाम उपरि तत्र क्षिपामः किन्तु किञ्चित् अनन्तरं स्थगयति तदनन्तरं तत्र पतनं भवति तत्र आद्यपतनम् आदिमक्षणे तत्र यत् पतनं भवति तस्य कारणमस्ति तत्र गुरुत्वम् इति तत्र आद्यपतनं पतनं नाम क्रिया तर्हि क्रिया तत्र कन्दुके समवायसम्बन्धेन वर्तते अतः कार्यं समवायसम्बन्धेन वर्तते नाम कार्यतायाः अवच्छेदकसम्बन्धः इत्युक्ते समवायसम्बन्धः इति वदामः तत्र कारणं पतनस्य कारणं समवायिकारणं कन्दुकः स्वयं कन्दुकः एव यतोहि क्रिया तत्र कन्दुके वर्तते कन्दुकः नास्ति चेत् क्रिया अपि न भवितुम् अर्हति अतः आद्यपतनस्य समवायिकारणं कन्दुकः इति जानीमः अपि तत्र पतनस्य अन्यत् कारणमस्ति तत्र गुरुत्वं इति गुणः गुणः अपि तत्र अधिकरणे कन्दुके समवायसम्बन्धेन वर्तते अतः गुरुत्वं समवायसम्बन्धेन अधिकरणे स्थित्वा समवायसम्बन्धेन आद्यपतनम् इति क्रियां जनयति अतः असमवायिकारणम् इति भवति अत्र समवायसम्बन्धावच्छिन्नकार्यता इति तत्र पतने अस्ति तस्य आवश्यकता अस्ति वा इति अस्माकं प्रश्नः अस्तु इति अतः तत्र वयं एतावत् कृतवन्तः नाम तत्र असमवायिकारणं नाम तत्र तर्कसङ्ग्रहे आद्यपतनस्य असमवायिकारणं गुरुत्वम् इति लिखितमस्ति अतः एव वयम् एतत् सर्वं नाम असमवायिकारणं कीदृशम् इत्युक्ते तत्र कार्यता अपि समवायसम्बन्धावच्छिन्ना कारणता अपि समवायसम्बन्धावच्छिन्ना भवति तत्र यदि आद्यपतनस्य कारणं गुरुत्वम् इति यदि लिखामः तत्र वयं जानीमः तत्र समवायिकारणं वर्तते निमित्तकारणानि अपि सन्ति इति कृत्वा अतिव्याप्तिदोषः भवति आद्यपतनस्य गुरुत्वम् एकमेव कारणं नास्ति अनेकानि कारणानि सन्ति अतः आद्यपतनस्य कारणं गुरुत्वम् इति लक्षणरूपेण आद्यपतनस्य कारणं गुरुत्वमेव तद्वाक्यं सत्यं किन्तु यदि आद्यपतनस्य कारणं गुरुत्वम् इति लक्षणरूपेण गुरुत्वस्य लक्षणरूपेण चिन्तयामः लक्ष्यमस्ति गुरुत्वं लक्षणमस्ति आद्यपतनस्य कारणं तदा कारणं भवति लक्षणं किन्तु तत् कारणता नाम केवलं गुरुत्वे नास्ति कन्दुके अपि अस्ति अन्यत्र अपि अस्ति इति कृत्वा अत्र अतिव्याप्तिदोषः भवति अतः असमवायिकारणमिति वक्तव्यम् एव इति गतवर्गे पठितवन्तः अतः एतदेव अस्मिन् परिच्छेदे अस्ति इदानीम् अग्रे सरामः एतावत् कोऽपि प्रश्नः तत्र सन्दर्भः कः इति तत्र स्मरणं वर्तते खलु आं महोदय प्रश्नः अस्ति चेत् नाम तत्र आरम्भे एव चिन्तयामः हा इत्युक्ते आद्यपतन असमवायिकारणं गुरुत्वम् इति तावत् इति लक्षणवाक्यमस्ति अत्र वयं तत्र एतादृशलक्षण तस्य अर्थः कः इति वयं न्यायशास्त्ररीत्या वयम् उक्तवन्तः एतद्वाक्यं भवति आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता इति एव तादृशी कारणता गुरुत्वे अस्ति इति उक्तवन्तः. तदेव तत्र गुरुत्वस्य लक्षणम्. अत्र वयं जानीमः आद्यपतनभावच्छिन्न इति तस्य आवश्यकता अस्ति, यतोहि तत् त्यजामश्चेत् तत्र अन्यत्र अपि समवायसम्बन्धावच्छिन्नकार्यतापतनस्य इति आवश्यकता. आद्यपतनत्वावच्छिन्न इत्युक्ते केवलम् आद्यपतने एव वर्तते, अतः अन्यत्र संयोगे कपालसंयोगे इत्यादिषु यत् वर्तते तद् नास्ति, केवलं यत् आद्यपतने वर्तते तदेव इति, अतः सीमा भवति. हा तावत् पर्यन्तम् अवगतं महोदय, यत्र स्थगितवन्तः. आम् अस्तु, उषा भगिनी एतावत् कोऽपि प्रश्नः नास्ति महोदय. अस्तु तर्हि अग्रे गच्छामः तर्हि. अस्तु तर्हि शोभा भगिनी अग्रे पठति वा? आम् तत्र कोऽपि इति आरभ्य तत् पठितं तत् पठितः भगिनी. अपि च यदा असमवायिकारणम् इति पदं मूलवाक्ये आद्यपतनासमवायिकारणं गुरुत्वम् इत्यस्मिन् शृण्मः तदा झटिति लक्षणं किम् इति प्रश्ने किम् आगच्छति. असमवायिकारणस्य लक्षणं यदस्ति प्रथमं लक्षणं मनसि आगच्छति एव. समवाय तावत् अस्तु. समवायसम्बन्ध अग्रेपि पठनीयम्. अस्तु, समवायसम्बन्धावच्छिन्नकारणता इति कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धः समवायसम्बन्धः. अतः प्रथमतया यदा लक्षणस्य ऊहां कुर्मः तदा असमवायिकारणस्य लक्षणं तस्मिन् योजयित्वा वदामः आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता इति मूलवाक्यानुसारम् असमवायिकारणस्य लक्षणं तस्मिन् आगच्छति एव. तदनन्तरं यदा विचारयामः तदा पश्यामः यत् कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न दीयते चेदपि कोऽपि दोषो नास्ति. अस्तु, तत्र महोदय एकक्षणम्. अपि च तत्र अपि च यदा असमवायिकारणं पठित्वा एकमेकं नीत्वा अस्तु. अपि च असमवायिकारणम् इति पदं मूलवाक्ये इत्युक्ते आद्यपतनसमवायिकारणं गुरुत्वम् इत्यस्मिन् शृण्मः तदा झटिति लक्षणं किम् इति प्रश्ने किम् आगच्छति. असमवायिकारणस्य लक्षणं यदस्ति प्रथमं लक्षणं मनसि आगच्छति एव. अस्तु, तत्र असमवायिकारणम् इति वदनेन अस्माकं किं तत्र किं चिन्तयामः इति चेत् लक्षणं किम् इति प्रश्नः भवति चेत् असमवायिकारणस्य लक्षणं प्रथमं लक्षणं मनसि आगच्छति एव. भगिनि तत्र नाम यदा तत्र असमवायिकारणम् इति चिन्तयामः अस्माकं मनसि किम् आगच्छति? तत्र कारणकार्यस्य समवायिकारणमेव अस्ति इति आगच्छति. न न, असमवायिकारणम् अस्ति, एतत् असमवायिकारणम् अस्ति इत्युक्ते समवायसम्बन्धेन वर्तते इति. किं किं किं किं वर्तते किं किं वर्तते तत्र कारणता कार्यता समवायिकारण समवायसम्बन्धेन अधिकरणे वर्तते इति आगच्छति. कारणता न कारणम् समवायसम्बन्धेन अधिकरणे वर्तते इति उत्तमम् इति आगच्छति खलु इति एव इति आगच्छति. तदनन्तरम् इति मनसि आगच्छति. तदनन्तरम् अतः तत्र लक्षणं किम् इत्युक्ते प्रथमतया अस्माकं मनसि एतत् आगच्छति. इदानीम् एतत् आगच्छति असमवायकारणम् इति उक्तत्वात् एतत् आगच्छति. चित्रम् अस्माकं मनसि भवति, नाम अधोभाग्याधिकरणं कारणम् अपि कार्यं तयोः समानाधिकरणीयम् इति मनसि भवति. अपि तत्र सम्बन्धः कः इत्युक्ते द्वयोः अपि तत्र समवायसम्बन्धः इति चित्र इति मनसि आगच्छति. इदानीं नैयायिकशास्त्ररीत्या यदि वदतु इति पृच्छति चेत् तदा किं वाक्यं भवति? तदा हा तदा वाक्यं भवति समवायसम्बन्ध अवच्छिन्ना कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति वाक्यं भवति. इति कारणता एव तत्र लक्षणम् इति समीचीनं तदेव अस्ति. केवलं तत्र तदेव खलु नाम समवायसम्बन्ध अग्रे तदनन्तरं कार्यता तत्र अतः तत्र नाम यत् यत् वाक्यं लिखितमस्ति नाम समवायसम्बन्धावचिन्न इति दीर्घवाक्यम् अस्माकं मनसि तत्र यान्त्रिकया आगच्छति. नाम तत्र चिन्तनमेव मास्तु, तत्र मेकानिकल् इव एतद् वाक्यं लक्षणं किं समवायसम्बन्धावचिन्न कार्यता निरूपित समवायसम्बन्धावचिन्न कारणता इति एव खलु तादृशम् आगच्छति. नाम अर्थः कः इति भिन्नः, वदनशैली कीदृशी इत्युक्ते मेकानिकल्, तत्र समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता कारणता इति तावत्तु ज्ञातुं शक्नुमः. अस्तु तदनन्तरं कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः इति अपि तत्र मनसि स्पष्टता भवति. तस्य अर्थः अस्ति कार्यता केन सम्बन्धेन वर्तते इति एव खलु तत्र यदि कार्यता केन सम्बन्धेन अपि च कारणता अपि केन सम्बन्धेन वर्तते इति अग्रे क्षम्यतां नाम कार्यं केन सम्बन्धेन वर्तते, कारणं केन सम्बन्धेन वर्तते इति अपि आगच्छति. अस्तु अतः प्रथमतया यदा लक्षणस्य ऊहां कुर्मः तदा असमवायिकारणस्य लक्षणं तस्मिन् योजयित्वा वदामः. आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्न कार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणता इति इदानीं तत्र किम् उक्तं. प्रथमतया यदा लक्षणस्य ऊहां कुर्मः तर्हि तत्र असमवायिकारणस्य लक्षणं तस्मिन् योजयित्वा वदामः इति इत्युक्ते तत्र असमवायिकारणम् इत्युक्ते तत्र यदा कारणं कार्यं समवायसम्बन्धेन यदा भवति अधिकरणे तदा असमवायिकारणम् इति लक्षणं भवति. तद् योजयित्वा वाक्ये वदामः चेत् इत्युक्ते इदानीं तत्र दलम् उपयुज्महे इति आद्यपतनत्वा इति वदनीयं भवति, नो चेत् अतिव्याप्तिः भवति. अस्माकं लक्ष्यं यदस्ति तस्य विषये लक्षणं कथं भवेत् इत्युक्ते अतिव्याप्तिः न भवेत् अव्याप्तिः न भवेत् इति कृत्वा तत्र एकं दलं योजयित्वा वदामः. आद्यपतनत्वम् इति इदानीं योजयामः तत्र. नाम यदि तत्र समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता इति तादृशी कारणता कुत्र भवति? यत्र यत्र वदतु यत्र यत्र समवायसम्बन्धेन कार्यं यत्र यत्र असमवायिकारणं भवति यत्र यत्र असमवायिकारणं भवति तत् किम् इत्युक्ते समवायसम्बन्धेन अधिकरणे. अतः केवलं गुरुत्वम् इति एव असमवायिकारणं नास्ति खलु, पतनस्य असमवायिकारणं गुरुत्वं, किन्तु घटस्य असमवायिकारणम् अस्ति कपालस्य योगः. तथैव तत्र अन्यत्र भवितुम् अर्हति. अतः नाम तन्तूनां तत्र संयोगः एव तत्र असमवायिकारणम् अस्ति पटस्य इति. अतः तत्र बहुत्र असमवायिकारणता वर्तते. अतः समवायसम्बन्धावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता इति यदि वदामः सामान्यविध असमवायिकारणता वयं वदामः तत्तु बहुत्र वर्तते नाम पुस्तकम् इति यदि वदामः अनेकानि पुस्तकानि सन्ति किन्तु एतत् पुस्तकम् इति योजयामः खलु एतत् तत्र सीमा भवति तथैव अत्र आद्यपतनत्वावच्छिन्ना इति तत्र विशेषणयोजनेन यत् या कारणता या कार्यता तत्र अथवा या कार्यता आद्यपतने अस्ति तया निरूपितकारणता एव अस्माकं मनसि अस्माकं लक्ष्यम् अस्ति अन्या कारणता लक्ष्यं नास्ति इति भवति तर्हि मूलवाक्यानुसारम् असमवायिकारणस्य लक्षणं तस्मिन् आगच्छति एव मूलवाक्यम् इत्युक्ते यत्र आद्यपतनत्वं न योजितं तदस्ति तस्मिन् असमवायिकारणस्य किं मूलवाक्यानुसारम् असमवायिकारणस्य लक्षणं तस्मिन् आगच्छति एव तदनन्तरं यदा विचारयामः तदा पश्यामः यत् कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न दीयते चेदपि कोऽपि दोषः नास्ति अस्तु कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेदपि अस्तु तत्र किमर्थं तथा उक्तम् इति चेत् तत्र कार्यतायाम् एव समवायी असमवायः अथवा तादात्म्य इति भवति सम्बन्धः कारणतायाम् एकक्षणं महोदय कारणतायां क्षणताम् आम् तत्र किं तादात्म्यसम्बन्धः वा भवति अथवा समवायसम्बन्धः वा भवति अतः तर्हि तत्र इदानीं किमुक्तं यत् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेदपि कोऽपि दोषो नास्ति यतोहि तत्र समवायसम्बन्धः एव भवति नाम यदि केवलं तत्र अस्मिन् वाक्ये समवायसम्बन्धावच्छिन्न इति त्यजामः तर्हि वाक्यं किं भवति आद्यपतनत्वावच्छिन्न इति आरभ्य वाक्यं वदतु तर्हि किं भवति इदानीं तत्र कार्यतायां समवाय न दीयते चेत् अस्तु आद्यपतनत्वावच्छिन्न कार्यता आद्यपतनावच्छिन्नकार्यता निरूपितसमवायसम्बन्ध अवच्छिन्न कारणता इति भवति इति उक्तं तत्र तथा भवति चेदपि दोषः नास्ति किमर्थं किञ्चित् चिन्तयामः किमर्थं दोषः न भवति दोषः यतोहि तत्र कारणतायां चित्रं लिखामः तर्हि तत्र कार्ये समवायसम्बन्धः एव भवति सर्वदा सम्बन्धः किन्तु कन्दुकः इति चिन्तयामः तर्हि तत्र इदानीं तत्र कस्य कस्य कारणं कार्यभावः अत्र तत्र कन्दुकः अस्ति चेत् तत्र गुरुत्वस्य अपि च पतनस्य गुरुत्वस्य कारणता पतनस्य कार्यता लेखनीयम् अस्तु तर्हि गुरुत्वम् अपि आद्यपतनं केवलं पतनम् इति लिखामः अस्तु पतनं अस्तु कार्यकारणभावः अस्ति पतनस्य कन्दुकेन इत्युक्ते कन्दुकम् इत्यस्य अधिकरणेन सम्बन्धः समवायत्वमेव भवति किन्तु गुरुत्वस्य कन्दुकेन सम्बन्धः तत्र पूर्वं दृष्टवन्तः समवायः वा भवति अथवा तादात्म्यं वा किन्तु भगिनि तत्र वाक्यं यत् वयं वदामः तेन किं भवति इति एव चिन्तनीयं तत्र अन्यत् किं भवति इति न यत् वाक्यं तत्र तदेव इत्युक्ते कार्यता गुरुत्वम् इति तत्र कारणत्वम् अस्ति कारणमस्ति तर्हि कीदृशकारणता अस्ति गुरुत्वे गुरुत्वे तत्र समवायकारणता एव अस्ति, समवायसम्बन्धावच्छिन्नकारणता, नाम तत्र सम्बन्धः समवायः इति जानीमः, अत्र समवायः इति एव नाम ऊहा अत्र मास्तु, नाम यत् वाक्यम् अस्माकं पुरतः अस्ति तेन अनुसारेण वदामः, तर्हि समवायसम्बन्धावच्छिन्नकारणता इति एव उक्तम्, अतः वयं जानीमः गुरुत्वं कन्दुके समवायसम्बन्धेन वर्तते इति. इदानीं तत्र आद्यपतनत्वं तत्र कारण कार्यता कुत्र अस्ति, कार्यता पतने अस्ति, हा पतने अस्ति, यत् कथं जानीमः इत्युक्ते वयं जानीमः आद्यपतनत्वावच्छिन्ना कार्यता, नाम एषा कार्यता अन्यत्र नास्ति, केवलम् आद्यपतने एव अस्ति, अतः कार्यं पतनम् इति जानीमः. आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति यदि शृण्मः गुरुत्वे अस्ति इति वयं जानीमः, गुरुत्वं समवायसम्बन्धेन कन्दुके वर्तते, अपि कार्यम् अस्ति आद्यपतनम् इति जानीमः खलु, यतोहि कार्यता आद्यपतनत्वावच्छिन्ना अस्ति, अतः तत्र यत्र आद्यपतन पतनम् अस्ति तत्र एव एषा कार्यता वर्तते, अतः कार्यमस्ति पतनम्. इदानीं तत्र प्रश्नः अस्ति, पतनं केन सम्बन्धेन कन्दुके भवितुमर्हति, समवायसम्बन्धेन, समवायसम्बन्धेन, अतः अत्र विकल्पः एव नास्ति, अतः तत्र समवायसम्बन्ध एव भवेत् इति अवगच्छामः, अतः तत्र समवायसम्बन्धस्य तत् वक्तव्यम् इति नास्ति, नास्ति इति आद्यपतनत्वम् इति योजनेन अथवा अन्यत्र यद् यद् अस्ति तस्य योजनेन तत्र समवाय इति वदनस्य आवश्यकता नास्ति तस्मिन् इति. किन्तु अत्र उदाहरणेन मास्तु, यतोहि तत्र अपि क्लेशः भवेयुः, क्लेशः भवेत्, किन्तु अस्मिन् सन्दर्भे आद्यपतनत्वावच्छिन्न इति वदनेन कार्यम् आद्यपतनम् एव, अतः आद्यपतनं केवलं क्रिया अस्ति इति कृत्वा क्रियाक्रियावतोः सम्बन्धः समवायः, समवायसम्बन्धः इति, अतः अत्र समवायः एव सम्बन्धः भवति, अतः तस्य वदनस्य आवश्यकता अथवा तस्य न वदनेन दोषः नास्ति इति उक्तम्, दोषः नास्ति इति अस्ति, समीचीनं भगिनि, हा अस्तु अग्रे समीचीनं, हा धन्यवादः अग्रे भगिनि, धन्यवादः भगिनि, यतोहि लक्षणं द्विविधया चिन्तयितुं शक्यते, सामान्यलक्षणं विशेषलक्षणं च. यथा प्रथमम् असमवायीकारणस्य सामान्यलक्षणं, तदा कस्यचित् असमवायीकारणलक्षणं इति विशेषलक्षणम्, सामान्यलक्षणं विशेषलक्षणम्. यथा असमवायीकारणस्य किं लक्षणम् इति एकः प्रश्नः. द्वितीयप्रश्नः, घटं प्रति कपालद्वयसंयोगः असमवायीकारणम्, कपालद्वयसंयोगात्मकं यत् असमवायीकारणं, तस्य किं लक्षणम् इति द्वितीयप्रश्नः. तर्हि अत्र प्रश्नः द्विविधः, असमवायीकारणस्य किं लक्षणम् इति सामान्यप्रश्नः, तत्र सामान्य सामान्योत्तरदेयम् समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता, अत्र धर्मस्य प्रवेशः नास्ति, सम्बन्धमात्रप्रवेशः. पुनः यदि पृच्छ्यते कपालद्वयसंयोगनिष्ठं यत् घट असमवायीकारणत्वं, तस्य किं लक्षणम्, अधुना धर्मस्य प्रवेशं कर्तुं शक्यते. कार्यं कारणं च तथा निर्दिष्टं चेत् वदामः प्रथमतया घटत्वावच्छिन्न समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता. किन्तु तदा पश्यामः यत् तत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वस्य आवश्यकता नास्ति. अस्तु, यतोहि लक्षणं द्विविधया चिन्तयितुं शक्यते, सामान्यलक्षणं विशेषलक्षणं च. यतोहि पूर्वं वयं दृष्टवन्तः कार्यता कृते समवायसम्बन्धः इति वक्तुं न चेदपि दोषः नास्ति. पतनम् इति कार्यस्य कृते आद्यपतनत्वम् इति धर्मः योजयामः चेत् आद्यपतनम् एव विशेष्यते, न तु अन्यकार्यं घटः इत्यादि नास्ति. सामान्यलक्षणम् अपि च विशेषलक्षणं यथा प्रथमस्य असमवायीकारणस्य सामान्यलक्षणं यथा प्रथमम् असमवायीकारणस्य सामान्यलक्षणं तदा कस्यचित् असमवायीकारणलक्षणम् इति विशेषलक्षणम्. ओके, प्रथमम् असमवायीकारणस्य सामान्यलक्षणं वयं जानीमः, समवायसम्बन्ध अवच्छिन्नकारणता अपि च समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणता इति असमवायीकारणस्य सामान्यलक्षणं. तदा कस्यचित् असमवायीकारणलक्षणं इति विशेषलक्षणं. विशेषलक्षणं किम् इति अग्रे दत्तम् इति विशेषलक्षणं नाम केवलम् असमवायीकारणस्य लक्षणम् इति न, एकमेव नाम एकमेव असमवायिकारणं स्वीकृत्य अतः कस्यचित् असमवायिकारणस्य लक्षणं किम् इति प्रश्ने तदस्ति विशेषलक्षणम्. एतदस्ति असमवायिकारणं, किन्तु एतस्य असमवायिकारणस्य लक्षणं किम् इति यदि पृच्छामः तदा विशेषलक्षणम्. तत् वदनेन अन्यकार्यं न सूचितं केवलम् एषः एव सन्दर्भः, एषः एव कार्यम् इति, कारणम् इति यत् वयं समीचीनं भगिनि. अतः तत्र एतस्य कारणस्य एव लक्षणम् इच्छामः, अन्य असमवायिकारणस्य लक्षणं न इच्छामः, तदा विशेषलक्षणम् इति. यथा असमवायीकारणस्य किं लक्षणम् इति एकः प्रश्नः. द्वितीयप्रश्नः, घटं प्रति कपालद्वयसंयोगः असमवायीकारणं. कपालद्वयसंयोगात्मकं यद् असमवायीकारणं, कपालद्वयसंयोगात्मकं यत् असमवायीकारणं, तस्य किं लक्षणम् इति द्वितीयप्रश्नः. यथा असमवायीकारणं किं लक्षणम् इति एकः प्रश्नः, सामान्यलक्षणं. द्वितीयप्रश्नः, घटं प्रति कपालद्वयसंयोगः असमवायीकारणम् इत्यस्य कृते घटम् इति जानीमः खलु, इति जानीमः खलु, नाम घटं प्रति तत्र समवायीकारणं किम् अस्ति? घटं प्रति समवायीकारणं कपालः, अधिकरणं घटः, अधिकरणं समवायसम्बन्धेन कपाले वर्तते अपि कपालद्वयसंयोगः घटं प्रति असमवायीकारणं. हा, यतोहि सः संयोगः अपि अधिकरणे कपाले समवायसम्बन्धे कपाले समवायिसम्बन्धेन वर्तते वर्तते अतः असमवायिकारणम् इति जानीमः. अतः अतः कपालद्वयसंयोगात्मकं यत् असमवायीकारणं, कपालद्वयसंयोगात्मकं यत् असमवायीकारणं, तस्य किं लक्षणम् इति द्वितीयप्रश्नः. अतः द्वितीयप्रश्नः भिन्नः खलु, तत्र असमवायिकारणस्य लक्षणम् इति नास्ति द्वितीयप्रश्नः. द्वितीयप्रश्नः अस्ति किम्? कपालद्वयसंयोगात्मकं यत् असमवायिकारणं तस्य किं लक्षणं? कपालद्वयसंयोगात्मकं यत् असमवायीकारणं यस्य कृते इति वा? नाम कपालद्वयसंयोगः असमवायिकारणम् अस्ति खलु. आम् आम्. अतः कपालद्वयसंयोगात्मकम् असमवायिकारणम् इति वक्तुं शक्नुमः, यतोहि तदेव असमवायिकारणम् अस्ति. आम् आम् आम्. कपालद्वयसंयोगात्मकं तस्य रूपं, कपालद्वयसंयोगस्य रूपं किम् अस्ति? असमवायिकारणं तदेव रूपम् अस्ति. तादृशं संयोगात्मकं यद् असमवायिकारणम् अस्ति तस्य नाम यत् या कारणता कपालद्वयसंयोगे वर्तते अथवा यत् कारणम् तत् कारणम् इति वदामः तस्य कारणस्य लक्षणं किम् इति. अन्यत्र असमवायिकारणं यत् वर्तते तद् मास्तु, केवलं कपालद्वयसंयोगे यत् असमवायिकारणं तस्य लक्षणं तस्य किं लक्षणम् इति द्वितीयप्रश्नः. द्वितीयप्रश्नः तर्हि अत्र प्रश्नः द्विविधः अस्तु. असमवायीकारणस्य किं लक्षणम् इति सामान्यप्रश्नः. तत्र सामान्योत्तरं देयं समवायसम्बन्धावचनकार्यता निरूपित समवायसम्बन्धावचनकारणता सामान्यलक्षणम् इति असमवायीकारणस्य लक्षणम् इति वयं जानीमः. अत्र धर्मस्य प्रवेशः नास्ति. परन्तु यत्र कपालद्वयसंयोगात्मकं समवायीकारणस्य कृते वयं देन् वक्तुं शक्नुमः तत्र घटत्वावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता यत् अस्ति तदेव कपालद्वयसंयोगात्मकं लक्षणम् असमवायिकारणस्य लक्षणम् इति वक्तुं शक्नुमः. समीचीनं. यतोहि तत्र घटत्वावच्छिन्न इति योजनेन वयं जानीमः अन्यत्र एषा कार्यता नास्ति. नास्ति कुत्रापि कार्यतया नाम तत्र अस्माकं चिन्तनं कीदृशं भवति नाम कपालद्वयसंयोगे या कारणता वर्तते सा कारणता एव इष्टा खलु अस्माभिः, अन्या कारणता न इष्टा. इदानीं तत्र वयं चिन्त्यमस्तु एषा कारणता कया निरूपिता? ओ, कार्यतया निरूपिता. अतः यदि कार्यता सीमिता भवति तर्हि कारणता अपि सीमिता भवति खलु. आम् आम्. अतः तत्र कपालद्वयसंयोगत्वावच्छिन्नकारणता इति न वदामः, केवलं कार्यं यदस्ति नाम घटः तस्य धर्मः वदामः. तस्य धर्मः वदामः चेत् तदेव कर्तुं शक्नुमः, यतोहि कार्यता सीमा सीमिता भवति तेन कारणता अपि सीमिता भवति. कारणम् इति तत्र घटत्वावच्छिन्नकार्यता इति यदि वदामः तर्हि तत्र कारणता कुत्र भवेत्? कपाले भवेत् अथवा कपालद्वयसंयोगे भवेत् अथवा निमित्तकारणेषु भवेत् भवेत्. किन्तु यदि वयं समवायसम्बन्धावच्छिन्नकारणता इति वदामः तर्हि कपाले अपि नास्ति कारणता, यतोहि तादात्म्यसम्बन्धावच्छिन्नकारणता तदपि तदपि गतं, केवलं तत्र कपालद्वयसंयोगे या कारणता वर्तते सा एव सूचिता भवति. अतः तत्र धर्मं स्वीकृत्य तत्र कारणस्य धर्मः अपि स्वीकर्तुं शक्नुमः अथवा कार्यस्य धर्मम् अपि स्वीकर्तुं शक्नुमः. अत्र कार्यस्य धर्मं कार्यस्य स्वीकृत्य वयं वदामः शक्नुमः. समीचीनं खलु? तर्हि तत्र आम् महोदय, आम् हा, यद्यपि वयं तत्र झटिति तत्र सामान्यलक्षणं योजयामः, किन्तु तत्र अपि समवायसम्बन्धावचिन्न इति तत्र कार्यतायां यदस्ति पदं तत् त्यक्तुं शक्नुमः, तस्य आवश्यकता नास्ति. अतः तत्र सामान्यप्रश्नः इति असमवायकारणस्य लक्षणं किम् इति सामान्यप्रश्नः भवति, अपि तत्र विशिष्ट अथवा विशेषलक्षणमपि नाम अस्य असमवायकारणस्य लक्षणं किम् इति, केवलम् एकस्य असमवायकारणस्य लक्षणं किम् इति भिन्नः प्रश्नः भवति अत्र. अस्तु, धन्यवादः भगिनि, हा समीचीनम्, अस्तु अग्रे शुभा भगिनी, धन्यवादः. शुभा भगिनी अग्रे. क्षम्यतां महोदय, अहं वदन्ती आसम् किन्तु म्यूट् मध्ये आसम्. तर्हि तत्र कारणस्य वा अथवा कार्यस्य वा लक्षणं नेतुं शक्नुमः इति उक्तवान् वा? न भगिनि, नाम वयं तत्र कारणं कारणता केवलं तत्र कपालद्वयसंयोगे या कारणता वर्तते सा एव तामेव सूचितम् इच्छामः खलु, अन्या कारणता अस्माभिः न इष्टा अत्र, केवलं केवलम् अतः कारणता केन अवच्छिन्ना इत्युक्ते, अस्तु कारणता तु कपालद्वयसंयोगे अस्ति, कपालद्वयसंयोगत्वावच्छिन्न कारणता इति योजयितुं शक्नुमः. तत्र कारणता कीदृशी, समवायसम्बन्धावच्छिन्न अपि कपालद्वयसंयोगत्वावच्छिन्न कारणता इति अपि योजयितुं शक्नुमः खलु. तत्र सीमिता भवति कारणता, अन्यत्र नास्ति, केवलं कपालद्वयसंयोगे एव सा कारणता एव भवति, किन्तु तादृशम् अपि कर्तुं शक्नुमः. अन्यः विकल्पः अस्ति, अस्तु एषा कारणता केन कया निरूपिता इत्युक्ते कार्यतया निरूपिता खलु, यदि कार्यतां जानीमः कारणता अपि जानीमः, अतः कार्यता कुत्र वर्तते, कार्यता तु तत्र घटे वर्तते, घटः एव अस्माकं कार्यम् अत्र अस्मिन् उदाहरणे. अतः यदि कार्यतां तत्र कार्यता सीमिता भवति, नाम एषा कार्यता एव स्वीकुर्मः, अन्या कार्यता मास्तु, तदा तत्र घटत्वावचिन्नकार्यता इति यदि वदामः तर्हि अन्या तत्र पतनम् इति कार्यं न भवति खलु, पटः इति कार्यं न भवति, पुस्तकम् इति कार्यं न भवति, केवलम् एषा कार्यता एव अत्र भवति, घटत्वावचिन्न कार्यता, घटे यत् या कार्यता वर्तते सा एव, किन्तु तया निरूपिता कारणता इति यदि वदामः, घटत्वावचिन्न कार्यता तया कार्यतया निरूपितकारणता इति वदामः, तर्हि एषा कारणता कुत्र कुत्र भवितुम् अर्हति? तत्र केन येन अवच्छिन्ना अस्ति तत्र तत्र भवितुम् अर्हति. न यदि केवलं घटत्वावचिन्नकार्यता निरूपितकारणता इति वदामः तर्हि कारणता कुत्र कुत्र भवितुम् अर्हति? कारणता घटत्वावचिन्न इत्युक्ते कार्यता घटत्वावचिन्न, कार्यता घटत्वावचिन्न अस्ति, किन्तु केवलं कारणता इति वदामः, घटत्वावचिन्नकारणता घटत्वावकाशमितं घटत्वावचिन्नकार्यता तया कार्यतया निरूपितकारणता इति केवलं तावत् वदामश्चेत् तत्र एषा कारणता कुत्र कुत्र भवति? घटत्वे एव भवति. न घटे कार्यता अस्ति इत्युक्ते, किन्तु कार्यतया निरूपिता कारणता भवति खलु, तर्हि किन्तु निरूपिता इत्युक्ते समानाधिकरणं नास्ति खलु? नास्ति. अतः तर्हि अत्र वाक्यमस्ति घटत्वावचिन्न, यथा अत्र लिखितमस्ति घटत्वावच्छिन्न कार्यता निरूपित कारणता इति केवलम् एतावत् अस्ति चेत् तर्हि किम् अवगच्छामः? तर्हि तत्र तेन किम् अवगच्छामः? तत्र घटः किं भवति अत्र अस्मिन् सन्दर्भे? घटत्वं घटे अस्ति, तेन अवच्छिन्न इति भवति कार्यता, अवच्छिन्न कार्यता, निरूपित कारणः. घटः किं भवति? घटः तत्र अधिकरणम् अस्ति, किन्तु घटत्व अवच्छिन्न न अधिकरणं कस्य अधिकरणम्? ओ कारणता कार्ययोः अधिकरणं भवति. न भगिनि, नाम यदि तत्र अस्तु, तत्र यदि पूर्वं भवती पठितवती खलु, नाम तत्र आद्यपतनत्वावचिन्न इति, तत्र आद्यपतनत्वावचिन्न कार्यता निरूपित कारणता इत्युक्ते लक्षणं भवति. न किन्तु अर्थः क, आद्यपतनत्वावचिन्न कार्यता इत्युक्ते कार्यता कुत्र वर्तते? कार्यता तत्र तु कन्दुके आसीत्, भगिनी नाम आद्यपतनत्वावचिन्न कार्यता इति वदामश्चेत् आद्यपतनत्वावचिन्न कार्यता तत्र पतने वर्तते. कार्यता पतने वर्तते. तथैव अत्र घटत्वावचिन्न कार्यता इति वदामश्चेत् तत्र कार्यता कुत्र वर्तते? पतनावच्छिन्न तथैव घटत्वावच्छिन्न कार्यता इति यदि वदामः घटे वर्तते खलु, घटे. उत्तमं, तदेव उत्तमं भगिनि. तर्हि घटे कार्यता वर्तते. अस्तु, घटः अस्ति, घटे कार्यता वर्तते. तस्य अर्थः कः? घटे कार्यता वर्तते इत्युक्ते घटः किमस्ति? घटः किमस्ति तत्र? घटे कार्यता वस्तु अधिकरणं भवति. न घटः कार्यमस्ति खलु, घटे कार्यत्वम् इति अस्तु, कार्यत्वम् इति घटे अस्ति. तर्हि घटः एव कार्यं खलु, अतः एव घटे घटः एव कार्यं, तर्हि घटे कार्यता वर्तते खलु. तर्हि अतः घटः कार्यं, घटः एव कार्यम्, अतः घटत्वावचिन्न कार्यता इति यदि वदामः तर्हि अस्तु, घटः कार्यम् इति जानीमः. इदानीं कार्यता निरूपितकारणता इति यदि वदामः, सा कारणता कुत्र अस्ति? कारणता अस्तु, कार्यता घटे अस्ति, घटः एव कार्यं, कारणता तर्हि कपाले अस्ति. न कारणे वर्तते खलु, कारणे वर्तते. सरलरीत्या चिन्तयामः. अस्तु, कारणेन एव कार्यं भवति इत्यतः तथा वा महोदय, कारणेन कार्यं भवति तथा एव भगिनि, सरलमेव, तत्र किमपि क्लिष्टं नास्ति. कार्यमस्ति चेत् कारणमपि भवति. घटः कार्यम् इति वदामश्चेत् अस्तु, कार्यं, घटः कार्यं, तर्हि कारणम् अपि अस्ति. कारणे कारणता अस्ति खलु, अपि घटः अपि कारणं तयोः समान अधिकरणम् इति अपि अस्ति. एतत् सर्वं अस्तु आगच्छति खलु. तर्हि इदानीम् एषा कार्य कारणता घटत्वावच्छिन्नकार्यता निरूपितकारणता कुत्र अस्ति चेत् यत् यत् तत्र यत्किमपि कारणं भवति घटं प्रति तस्मिन् कारणे एषा कारणता वर्तते खलु. ओ अस्तु, यत्किमपि कारणं भवति इति घटनिर्माणे यत्किमपि कारणं भवति इति वा? हा सत्यं, घटस्य निर्माणे नाम घटस्य घटं प्रति यत्किमपि कारणं भवति तस्मिन् तत्र एषा कारणता वर्तते, कारणता अस्ति. तर्हि बहूनि बहुत्र बहूनि कारणानि सन्ति, अतः बहुत्र कारणता वर्तते. किन्तु किन्तु वयं केवलं तत्र कपालद्वयसंयोगः एव इच्छामः कारणरूपेण, अतः वयं वदामः अस्तु. अतः अत्र वयम् अत्र किं चिन्तितवन्तः, घटत्वावच्छिन्न कार्यता इति उक्तत्वात् केवलं घटस्य कारणानि एव अत्र सूचितानि, अन्यानि नास्ति. किन्तु तस्य अनन्तरं निरूपित इति अनन्तरं कारणता प्राक् समवायसम्बन्धावच्छिन्न कारणता इति उक्तवन्तः. तर्हि कारणम् अधिकरणे समवायसम्बन्धेन भवति, अतः एषा कारणता कुत्र वर्तते? सर्वेषु कारणेषु न वर्तते घटस्य, किन्तु घटं प्रति यत् कारणमस्ति अपि यत् कारणं समवायसम्बन्धेन अधिकरणे अस्ति तत्र एव एतादृशी कारणता वर्तते. तर्हि तत्र अधिकरणं तु कपालः इति जानीमः खलु, तत्र तर्हि कपाले समवायसम्बन्धेन यत् वर्तते नाम कपालद्वयसंयोगः इति आगच्छति खलु. तर्हि तत्तदेव अत्र अस्ति, कपालद्वयसंयोगः इति, हा कपालसंयोगः इति लिखामः इति एव तत्र भवति, तदेव अत्र अस्ति. अतः घटत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति वदामः चेत् केवलं कपालद्वयसंयोगे या कारणता वर्तते सा इव सूचिता भवति, अन्यत्र एषा कारणता नास्ति. अस्तु, तर्हि तत्र तावत् स्वीकर्तव्यं समवायसम्बन्ध अवच्छिन्नकारणता इति. हा, यदि तद् त्यजामः केवलं कारणता इति वदामश्चेत् तत्र कपाले अपि एषा कारणता वर्तते, कुलाले अपि वर्तते, दण्डे सर्वत्र वर्तते, सर्वत्र वर्तते. अतः वयं किं कृतवन्तः, कपालद्वयसंयोगत्वावच्छिन्नकारणता इति न उक्त्वा घटत्वावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता इति स्वीकृतवन्तः. अस्तु, अतः धर्मस्य निवेशनम् आवश्यकमस्ति. तत्र कार्यस्य धर्मः भवतु अथवा कारणस्य धर्मः, किन्तु एकस्य आवश्यकता, यदि एकस्य धर्मस्य योजनेन समवायसम्बन्धावच्छिन्ना इति कार्यतायां तस्य आवश्यकता नास्ति. अस्तु, तत्र समय इत्युक्ते किन्तु यदा पश्यामः यत् तत्र कार्यता कार्यतायाः समवायसम्बन्धावच्छिन्नत्वस्य आवश्यकता नास्ति, कार्यतायाः. अस्तु, प्रायश कार्यतायाम् एव अस्ति भगिनि, तत्र अहं तत्र कार्यतायां तत्र बिन्दुः अस्ति तत्र. अस्तु, अस्ति महोदय, करपत्रे अस्ति. कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य आवश्यकता नास्ति. अस्तु, यतोहि कारणतायाम् उक्तं यत्र अस्ति इति. तत्र कार्यम् उक्तवन्तः, कारणं कीदृशमपि उक्तवन्तः, समवायसम्बन्धे तेन अधिकरणे वर्तते इति उक्तवन्तः. अतः कारणमपि जानीमः, कार्यमपि जानीमः, तत्र अन्यत् किमपि आवश्यकता नास्ति इति. अस्तु, तत्र अन्यविध तत्र उदाहरणं दत्तमस्ति तेन अपि तत्र अवगमनं भवति इति मन्ये, तत्र सहायकरम् अस्ति इति मन्ये. अस्तु, पठनीयं वा? अन्यत् उदाहरणं, द्रव्यस्य किं लक्षणं? गुणत्वं द्रव्यस्य लक्षणं. गुणवत्वं, क्षमता, गुणवत्वं द्रव्यस्य लक्षणं. नाम द्रव्यस्य सामान्यलक्षणम्. अधुना पृथिवी द्रव्यम् अस्ति, तर्हि कोऽपि प्रश्नं कुर्यात् पृथिवी इति द्रव्यस्य किं लक्षणं? पृथिव्याः लक्षणं किम् इति अपृष्ट्वा पृथिवी द्रव्यस्य लक्षणं किम् इति. अस्तु, पृथिव्याः लक्षणं न, अस्तु, नाम पृथिव्यात्मकद्रव्यस्य लक्षणम् इति तात्पर्यम्. न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत् जानाति सः यत् पृथिवी द्रव्यम् अस्ति, अतः विचिन्त्य तादृशप्रश्नं प्रष्टुं शक्नोति. उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत् अन्येभ्यः द्रव्येभ्यः व्यावर्तयति, इत्युक्ते वि अवर्तयति इति आवर्तयति, भेदः भेदः अस्ति इति बोधः व्यावर्तयति. स च विशेषः गन्धः इति. तर्हि तत्र इदानीं पृथिव्याः उदाहरणं इत्युक्ते तत्र द्रव्यस्य लक्षणम् इति गुणत्वम् इति उक्तमस्ति, जानीमः. गुणवत्वं, क्षम्यतां, गुणवत्वम् इति द्रव्यस्य लक्षणम्. गुणवान् अस्ति, अतः गुणवत्वं द्रव्यस्य लक्षणम् इत्युक्ते तत्र सामान्यलक्षणम् इति भवति. यतोहि वयं जानीमः एकमेव द्रव्यं नास्ति, यत्र यत्र द्रव्यमस्ति तत्र लक्षणमस्ति इति. नाम जलस्य जलं वा पृथ्वी वा किमपि द्रव्यं भवेत्, वयं जानीमः गुणः गुणवत्वं, न्यूनातिन्यूनः एकः गुणः तु वर्तते अस्ति. अपि वयं स्वीकुर्मः चेत् गुणद्वयं वर्तते, अतः तथा द्रव्येषु. अतः तत्र रूपं, रूपम् इति गुणः वर्तते वा, परिमाणम् अथवा सङ्ख्या, यः कोऽपि गुणः द्रव्ये वर्तते, अपि द्रव्यं विहाय अन्यत्र गुणः नास्ति, न वर्तते इति सामान्यलक्षणं भवति. पृथिवी द्रव्यमस्ति, पृथिवी इति उदाहरणं. तर्हि प्रश्नः भवति चेत् पृथिवी इति द्रव्यस्य किं लक्षणम् इति. तत्र पृथिव्याः लक्षणं किम् इति अपृष्ट्वा पृथिवी द्रव्यस्य लक्षणं किम् इति. पृथिव्याः लक्षणं इति न, पृथिवी इति द्रव्यस्य लक्षणं किम् इति चेत् नाम पृथिवी आत्मकद्रव्यस्य लक्षणम् इति तात्पर्यं. पृथिव्यात्मक तत्र पृथिव्यात्मक तत्र कोऽपि द्रव्यम् अस्ति, किन्तु पृथिव्यात्मकद्रव्यम् इत्युक्ते पृथिवी इति द्रव्यम् इति भवति इति चिन्तयामि महोदय, तत्र तावदेव तदेव पृथिवी इति द्रव्यस्य लक्षणं पृथिव्यात्मक पृथिवी एव द्रव्यम् अत्र पृथ्वी एव द्रव्यं इति तत्र तस्य लक्षणं किम् इति प्रश्नः. इदानीं न्यायप्रवेशे इदानीं तत्र किन्तु तत्र प्रश्नः कः तर्हि द्रव्यस्य किं लक्षणं? प्रश्नः कः इत्युक्ते द्रव्यस्य लक्षणम् इति प्रश्नः न, तत्र पृथिवी इति द्रव्यस्य लक्षणं किम् इति अर्थः. केवलं पृथिवी इति द्रव्यस्य एव लक्षणम् इति लक्षणं जलस्य अथवा अन्यस्य इति, अतः तत्र भिन्नप्रश्नः भवति खलु अत्र. इदानीं सीमितं भवति प्रश्नः, उत्तरमपि तत्र सीमितं भवेत्. न्यायप्रवेशे कोऽपि नूतनः अस्ति चेत् जानाति सः यत् पृथिवी द्रव्यम् अस्ति, अतः विचिन्त्य तादृशप्रश्नं प्रष्टुं शक्नोति. अस्तु, तत्र न्यायशास्त्रं तत्र प्रवेशे कोऽपि नूतनः अस्ति चेदपि जानाति इति तत्र नाम तत्र सर्वेषां लक्षणम् आवश्यकम् अस्तु. तत्र पृथ्वी इति द्रव्यमस्ति, पृथ्वी इति द्रव्यस्य लक्षणं किम् अस्ति इति भवति न तु इत्युक्ते अस्तु. तदनन्तरम् उत्तरे किं भवति, पृथिव्यां कश्चन विशेषः वर्तते यत् अन्येभ्यः द्रव्येभ्यः व्यावर्तयति, स च विशेषः गन्धः. इदानीं तत्र इत्युक्ते न्यायप्रवेशे जानन्ति द्रव्यमस्ति तस्य लक्षणम् अस्ति इति, अपि च गुणवान् द्रव्यम् इति जानन्ति. तर्हि तत्र सामान्यप्रश्नम् अपृष्ट्वा विशेषप्रश्नम् इदानीं पृथिवी इति द्रव्यस्य लक्षणं किम् अस्ति इति एव पृच्छन्ति इति उक्तम् अस्ति इति चिन्तयामि. तत् इदं तत्र विशेषः विशेषलक्षणं किम् इत्युक्ते गन्धः इति, पृथिव्याः लक्षणं विशेषलक्षणं गन्धः इति. अत्र तर्हि तत्र पूर्ववाक्य उत्तरधाने इति वाक्यस्य अर्थः कः? अत्र उत्तरधाने इत्युक्ते पूर्णवाक्यस्य अर्थः कः? हा, उत्तरदाने पृथिव्यां कश्चन विशेषो वर्तते यत् अन्येभ्यः द्रव्येभ्यः व्यावर्तयति. उत्तरदाने इत्युक्ते तत्र उत्तररूपेण यदा उत्तरं दीयते तदा पृथिव्याः कश्चन विशेषः वर्तते यत् अन्येभ्यः न वर्तते इति. इत्युक्ते तत्र स च विशेषः लक्षणं भवति यत् अन्यत्र न वर्तते. इत्युक्ते तत्र अव्याप्ति अतिव्याप्तिदोषः न भवति, केवलं पृथिव्याम् एव एषः विशेषगुणः वर्तते इति अर्थः इति चिन्तयामि तत्र महोदय. समीचीनं भगिनि, समीचीनं. अर्थः सः एव, किन्तु नाम तत्र किमर्थं तादृशम् उक्तमस्ति इत्युक्ते नाम इदानीं सः जानाति पृथ्वी इति द्रव्यमस्ति खलु, सः जानाति द्रव्यमस्ति, अतः इदानीं तस्य प्रश्नः अस्ति पृथिवीद्रव्यस्य लक्षणं किम् इति. पृथिवी तर्हि लक्षणम् इति यदि वदामः तर्हि तत्र किं भवेत्? लक्ष्यं भवेत्, लक्षणं केवलं लक्ष्ये एव भवेत् खलु. अतः तत्र यदि गुणवत्वम् इति वदामः तत् समीचीनं न भवति, यतोहि गुणवत्वं जले अपि अस्ति. आम्, तत्र गन्धत्वम् इति एव भवेत्. किन्तु तत्र अतः तत्र साधारणलक्षणं न दातुं शक्नुमः. लक्षणं कीदृशं भवेत्? केवलं पृथिव्याम् एव भवेत्, अन्यत्र न भवेत्, अन्येषु द्रव्येषु न भवेत्, केवलं पार्थिवद्रव्येषु एव भवेत् खलु. इत्युक्ते तत्र अव्याप्ति अतिव्याप्ति इति अपि वक्तुं शक्नुमः. तदेव तदेव, अतः एव अत्र किम् उक्तं, कश्चन विशेषः वर्तते, विशेष अत्र गुणः इति भवति, किन्तु कोऽपि विशेषः वर्तते पृथिव्यां यत् अन्यत्र न वर्तते. अन्यत्र न वर्तते नाम एतेन विशेषेण वयं जानीमः एषा पृथिवी भिन्नः, नाम भेदः, तत्र भेदः भवति नाम द्रव्येभ्यः व्यावर्तयति, व्यावर्तयति नाम डिफ्रेन्शियेट् करोति, नाम इस् डिस्टिङ्ग्विश्ड् बै, नाम तत्र अस्त एव विशिष्यते, पृथिवी विशिष्यते केन? गन्धवत्वेन, गन्धवत्वेन पृथिवी विशिष्यते, नाम गन्धवत्वं केवलं पृथिव्यामेव वर्तते, यद्यपि गुणवत्वं सर्वेषु द्रव्येषु वर्तते. व्यावर्तयति इत्युक्ते तत्र डिफ्रेन्शियेट् करोति, नाम एतद् भिन्नम् अस्ति, यथा तत्र औन्नत्यम्, उन्नतः वृक्षः इत्युक्ते औन्नत्येन एषः वृक्षः औन्नत्यं तेन किं भवति, एषः वृक्षः अन्येभ्यः वृक्षेभ्यः भिन्नः अथवा व्यावर्तयति, अन्येभ्यः वृक्षेभ्यः व्यावर्तयति औन्नत्यम्, उन्नतः वृक्षः इति वदामः. तथा अत्र एषः गन्धवत्वं, तत्र गन्धः व्यावर्तयति अन्येभ्यः द्रव्येभ्यः, पृथिवीं व्यावर्तयति अन्येभ्यः द्रव्येभ्यः इति. अतः तत्र द्रव्य गुणवत्वम् इति जानीमः, किन्तु गुणवत्वस्य क्षेत्रं बृहत् अस्ति. पृथ्वी इति द्रव्यम् इति जानीमः, अतः गुणवत्वं तस्य क्षेत्रं न इच्छामः, केवलं यत् पृथिव्याम् अस्ति तदेव इच्छामः, खलु? आमाम् इति. अस्तु, समीचीनम्. अस्तु भगिनि, अग्रे तर्हि उषा भगिनी अग्रे. अस्तु महोदय, तर्हि पृथ्वी द्रव्यस्य प्रश्ने सति उत्तरत्वे प्रथमतया चिन्तयामः यत् द्रव्यस्य लक्षणं गुणवत्त्वं, पृथिव्यां च गन्धः अस्ति इति कृत्वा गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम् इति. अस्मिन् लक्षणे कश्चन दोषः अस्ति वा? अव्याप्तिः, अतिव्याप्तिः, असम्भवः इति त्रिषु दोषेषु अन्यतमदोषः वर्तते किम्? त्रिषु दोषेषु अव्याप्ति, अव्याप्ति वा, अतिव्याप्ति वा, असम्भवः वा नास्ति. किन्तु यदा दलचिन्तनं कुर्मः तदा पश्यामः यत् वस्तुतः गन्धवत्वम् इत्येव पर्याप्तम्, गुणवत्वम् इत्यस्य आवश्यकता नास्ति. वयं पूर्वं दृष्टवन्तः खलु महोदय, तर्हि पृथ्वी द्रव्यस्य प्रश्ने सति उत्तरत्वे प्रथमतया विचारयामः यत् द्रव्यस्य लक्षणं गुणवत्त्वं, पृथिव्याः च गन्धः अस्ति इति कृत्वा गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम् इति. वयं पूर्वं दृष्टवन्तः गन्ध गन्धवत्त्वम् इत्येव पृथिव्याः लक्षणम् इति, तदेव पृथिव्याः विशेषगुणम् इत्यनेन पृथिवी द्रव्यस्य प्रश्ने सति उत्तरत्वे प्रथमतया विचारयामः यत् द्रव्यस्य लक्षणं गुणवत्त्वं, द्रव्यस्य लक्षणं सामान्यलक्षणम् इति चेत् द्रव्यस्य सामान्यलक्षणम् इति चेत् गुणवत्त्वं, पृथिव्याः च गन्धः इति अस्ति इति कृत्वा गुणवत्त्वे इति पृथिव्यां गन्धः वर्तते, गन्धः वर्तते इत्यनेन गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणं, गुण अस्ति चेत् गुणवत्त्वे सति गन्धवत्त्वं, मोर् देन् गुणवत्त्वं, गुणवत्त्व गन्धवत्त्वं पृथिव्याः लक्षणम् इति. अस्तु, तदेव खलु महोदय? तदेव भगिनि, तदेव. अस्तु, अस्मिन् लक्षणे कश्चन दोषः अस्ति वा? अव्याप्तिः, अतिव्याप्तिः, असम्भवः इति त्रिषु दोषेषु अन्यतमदोषः वर्तते किम् इति चेत् नास्ति, यतोहि त्रिषु दोषेषु अव्याप्तिः वा, अतिव्याप्तिः वा, असम्भवः अपि नास्ति. तत् वयं जानीमः एव. अव्याप्तिः इति नास्ति, यतोहि पृथिव्यां सर्वे गन्धः वर्तते, गन्धः वर्तते, अस्ति. अपि च अतिव्याप्तिः नास्ति, यतोहि अन्यत्र अन्यत्र गन्धः इति नास्ति. अपि च असम्भवः अपि, असम्भवः किं वदामः, असम्भवः इति चेत् कस्मिन्नपि लक्ष्ये न भवति इति, तदपि नास्ति, तदपि नास्ति. नाम असम्भवः इत्युक्ते समीचीनं भगिनि, लक्ष्ये कुत्रापि नास्ति. अव्याप्तिदोषः इत्युक्ते लक्ष्ये कुत्रचित् अस्ति, कुत्रचित् नास्ति. अतिव्याप्ति इत्युक्ते लक्ष्यं विहाय अपि, लक्ष्यं विहाय अपि अन्यत्र अस्ति अस्ति इति अतिव्याप्तिदोषः. तत् सर्वम् अत्र नास्ति, दोषः नास्ति इति. किन्तु यदा दलचिन्तनं कुर्मः तदा पश्यामः यत् वस्तुतः गन्धवत्वम् इत्येव पर्याप्तम्, गुणवत्वम् इत्यस्य आवश्यकता नास्ति. इति अस्ति खलु समीचीनं. तर्हि तत्र यदि तत्र साधारणलक्षणम् इति चिन्तयामः गुणवत्वम् इति, किन्तु विशेषलक्षणम् इत्युक्ते अस्तु गुणवत्वे सति गन्धवत्वं, तदनन्तरम् अस्तु अस्तु गुणवत्वम् इति किमर्थं वदामः, गन्धवत्वमेव पर्याप्तम् इति अवगच्छामः. इदानीं तत्र एतेन उदाहरणे तथैव अत्र अस्मिन् तत्र उदाहरणे अपि एतादृशी स्थितिः एव पतनत्व अपि च घटत्व अपि च अत्रापि एतत् एव भवति इति अग्रे उक्तमस्ति. अतः तत्र दोषः नास्ति इति समीचीनं भगिनि. धन्यवादः. शुभ भगिनी अग्रे. धन्यवादः. धन्यवादः अग्रे. तर्हि किमर्थम् आरम्भे गुणवत्त्वस्य निवेशनं कृतम्? यः उत्तरदाता सः प्रश्नं पृष्ट्वा उत्तरयति. प्रश्नः कीदृशः? पृथिवी द्रव्यस्य किं लक्षणम् इति. प्रश्नम् अधिकृत्य द्रव्यस्य सामान्यलक्षणम् आगच्छति एव. पुनः पृथिव्याः कश्चन विशेषः वक्तव्यः, अन्येभ्यः व्यावर्तकः, अन्येभ्यः भिन्नः इति विचारे उत्तरं दत्तं तात्कालिकरूपेण गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम् इति. तादृशप्रश्नः अस्ति चेत् तादृशम् उत्तरं भवेत् इति वस्तुतः नास्ति, परन्तु एतादृशप्रश्ने सति प्रश्नम् अनुसृत्य कोऽपि तादृशम् उत्तरं ददाति चेत् एवम् उच्यमाने सति अपि सामान्यतया दोषो नास्ति. अस्तु, किमर्थम् आरम्भे गुणवत्त्वस्य निवेशनं कृतम् इति. इत्युक्ते तत्र गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम् इति. तत्र गन्धवत्त्वं पृथिव्याम् एव अस्ति इति चेत् गुणवत्त्वे सति इति किमर्थम् उक्तं? तावदेव पर्याप्तं भवति खलु गन्धत्वं पृथिव्याः लक्षणम् इति अस्ति चेत् प्रश्नः उत्तरदातः इत्युक्ते यः उत्तरदाता सः प्रश्नं पृष्ट्वा उत्तरयति. प्रश्नं दृष्ट्वा उत्तरयति. अस्तु, प्रश्नः कीदृशः? पृथ्वीद्रव्यस्य किं लक्षणम् इति. इत्युक्ते इदानीं तत्र पृथिव्याः किं लक्षणम् इति न पृष्टं, पृथिवीद्रव्यस्य किं लक्षणम् इति पृष्टम्. तर्हि अत्र द्वयोः अपि उत्तरं भवेत्. द्रव्यस्य इत्युक्ते तत्र गुणवत्त्वम् अस्ति द्रव्ये, गुणवान् अस्ति द्रव्यं, गुणवान् गुणवत् अस्ति द्रव्यं. तदनन्तरं पृथिव्यां कीदृशं लक्षणं गुणम् अस्ति इति अपि वक्तव्यं भवति. अतः प्रश्नम् अधिकृत्य द्रव्यस्य सामान्यलक्षणम् आगच्छति एव. पुनः पृथिव्याः कश्चन विशेषः वक्तव्यः, अन्येभ्यः व्यावर्तकः. प्रथमं वक्तव्यं द्रव्ये गुणः अस्ति. तदनन्तरं पृथिवी द्रव्ये गन्धः इति गुणः अस्ति, यत् अन्येभ्यः भिन्नः अस्ति इति. इति विचारे उत्तरं दत्तं तात्कालिकरूपेण गुणवत्त्वे सति गन्धवत्त्वं पृथिव्याः लक्षणम् इति. तादृशप्रश्नः अस्ति चेत् तादृशम् उत्तरं भवेत् इति. तात्कालिकरूपेण नाम तत्काले उत्तरं दत्तं, प्रश्नं दृष्ट्वा उत्तरं झटिति. ओ तत्र नाम तत्र बहु विचारं कृत्वा इति नास्ति. अस्तु, झटिति दत्तं. तावद् नाम तत्र पृथिव्याः पृथिवी इति द्रव्यस्य किं लक्षणं भवेत्? अस्तु गन्धवत्वे सति, अस्तु नाम गुणवत्त्वे सति गन्धवत्वम् इति झटिति कोऽपि उत्तरेत् इति. उत्तरं अपि च तत्र प्रश्नं दृष्ट्वा अपि उत्तरं दत्तं, यतोहि तत्र द्रव्यस्य इति अपि योजितमस्ति प्रश्ने. समीचीनम् तादृशप्रश्नः अस्तु, परन्तु एतादृशप्रश्ने सति प्रश्नम् अनुसृत्य कोऽपि तादृशम् उत्तरं ददाति चेत् एवम् उच्यमाने सति अपि सामान्यतया दोषो नास्ति तत्र, परन्तु एतादृशम् उत्तरं ददाति चेदपि कोऽपि दोषः नास्ति इति, सामान्यतया दोषः नास्ति यतोहि नाम साधारणतया एतादृशम् उत्तरं भवति इति नास्ति, अन्यरीत्या अपि उत्तरं भवितुम् अर्हति, किन्तु एतद् उत्तररूपेण भवति चेदपि उत्तरे दोषः नास्ति नास्ति इति, इत्युक्ते उत्तरं किं भवेत्? गन्धत्वं पृथिव्याः लक्षणं तावदेव भवेत्, गन्धवत्वं पृथिव्याः लक्षणं तावत् पर्याप्तम् अस्ति, किन्तु गुणत्वे सति इति अपि अत्र दोषः नास्ति नास्ति नास्ति अस्तु समीचीनम् अस्तु अग्रे उषा भगिनि. अनेन बुद्धं यत् कोऽपि लक्षणं पृच्छति चेत् तर्हि उत्तरदानप्रयासे तस्य वस्तुनः सामान्यलक्षणं ज्ञायते चेत् तत् लक्षणं योजयित्वा कमपि अन्यविशेषं योजयित्वा प्रायः दोषः न भवति, किन्तु यदा विचारयामः प्रत्येकं दलस्य प्रयोजनम् अस्ति न वा इति, तदा तु पर्यवसितं किम्? वस्तुतः गन्धवत्वं यत् उक्तं तत् किमर्थम् उक्तं? जलादिभ्यः व्यावर्तनाय. किन्तु पश्चात् चिन्तनावसरे ज्ञातं यत् अयं विशेषः गन्धवत्वं न केवलं जलादिकं व्यावर्तयति, अपि तु सर्वेभ्यः अन्येभ्यः व्यावर्तयति, तादृशसामर्थ्यम् अस्ति, अतः अयमेव विशेषः पर्याप्तः. गुणवत्वं न अपेक्षितम् इति ज्ञात्वा पश्चात् त्यजामः. अस्तु. अनेन बुद्धं यत् कोऽपि लक्षणं पृच्छति चेत् तर्हि उत्तरदानप्रयासे तस्य वस्तुनः सामान्यलक्षणं ज्ञायते चेत् तत् लक्षणं योजयित्वा कमपि अन्यविशेषं योजयित्वा प्रायः दोषः न भवति. प्रथमं गुणवत्वम् इति वदामः तात्कालिकलक्षणरूपेण, अनन्तरं वयं वदामः सामान्यलक्षणं ज्ञायते गुणवत्वं, अनन्तरं विशेषरूपेण गन्धवत्वम् इत्यपि अस्ति इति वदामः चेत् प्रायः दोषः न भवति, अन्यविशेषं योजयित्वा प्रायः दोषः न भवति. किन्तु यदा विचारयामः प्रत्येकं दलस्य योजनस्य अस्ति न वा इति, गुणवत्वम् अपि च गन्धवत्वं दलद्वयस्य कृते प्रयोजनम् अस्ति वा, प्रत्येकं दलस्य प्रयोजनम् अस्ति वा इति चेत् तथा तु पर्यवसितं किम् इति वदामः चेत् वस्तुतः गन्धवत्वं यत् उक्तं तत् किमर्थम् उक्तं? वयं गन्धवत्वम् इति वदामः चेत् वयं तत् वदामः चेत् जलादिभ्यः व्यावर्तनाय, जलमिति अपगच्छति, जलात् पृथिवी भिन्ना, नाम एषः गुणः केवलं पृथिव्याम् अस्ति, जले नास्ति, अतः व्यावर्तनाय जलादिभ्यः व्यावर्तनाय भिन्नः भेदहं दर्शितुं प्रदर्शयितुं डिफ्रेन्शियेट् फ्रम् जलादि अण्ड् अदर्स्. समीचीनं. किन्तु पश्चात् चिन्तनावसरे ज्ञातं यत् अयं विशेषः गन्धवत्वं न केवलं जलादिकं व्यावर्तयति, अपि तु सर्वेभ्यः अन्येभ्यः व्यावर्तयति, न तु जलम् एव, परन्तु अन्यैः क्रिया अभावः तत्र सर्वत्र तत्र गन्धवत्वं नास्ति, अतः नास्ति पदार्थेभ्यः व्यावर्तयति, हा सर्वेभ्यः व्यावर्तयति, एषः गुणः तादृश सामर्थ्यम् अस्ति. अयमेव विशेषः पर्याप्तः, गुणवत्त्वं न अपेक्षितम् इति ज्ञात्वा पश्चात् त्यजामः. तथा एव ऐ गेस् आद्यपदसमवायि समीचीनं भगिनि. अस्तु इदानीं समीचीनं भगिनि. अस्तु शोभा भगिनी अग्रे. धन्यवादः भगिनि. शोभा भगिनी न श्रूयते. महोदय क्षम्यताम्, अद्य सङ्गणके योजिता सङ्गणकेन योजिता अस्मि अतः किञ्चित् अस्तु क्षम्यताम्. अस्तु तर्हि इदानीं मूलं किमस्ति, मूलं किमस्ति, मूलं किमस्ति, आद्यपतना आद्यपतनासमवायिकारणं गुरुत्वम्. अनेन गुरुत्वम् असमवायिकारणम् इति अस्माभिः बुद्धं. तर्हि झटिति किं लक्षणं निर्मीयते? समवायसम्बन्धावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता इति. किन्तु अग्रे सामान्यलक्षणं नापेक्षितं, गुरुत्वरूपस्य विशेषस्य लक्षणं वक्तव्यम्. तर्हि कार्यविशेषः कः? आद्यपतनम्. अनेन धर्मावच्छेदकं योजनीयम्. आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति कथनेन त्रिषु दोषेषु कोऽपि दोषो नास्ति. किन्तु यदा विचार्यते तदा आद्यपतनत्वावच्छिन्नपद योजने सति तस्मिन् तादृशसामर्थ्यम् अस्ति यत् अन्येभ्यः सर्वेभ्यः व्यावर्तयति. यस्मात् कार्यतायां समवायसम्बन्धावच्छिन्नत्वे वैवर्थ्यम् आगतम्. वैयर्थ्यम् आगतम्. समवायसम्बन्धावच्छिन्नत्वं नावश्यकम् इति चेत् किमर्थम् आरम्भे संयोजितं प्राप्तम् अस्ति? असमवायिकारणपदश्रवणे तस्य प्राप्तिरस्ति. अतः दत्तं परं यदा व्यर्थम् इति बुद्धं तदा त्यक्तं च. अस्तु तर्हि तत्र इदानीं मूलं किम् अस्ति इति तत्र आद्यपतन मूलप्रश्नः कः इत्युक्ते आद्यपतन असमवायिकारणं गुरुत्वम् इति इति तत्र आद्यपतनम् इति स्वीकृतं गुरुत्वम् इति समवायिकारणं समवायिकारणम्. अनेन गुरुत्वम् असमवायिकारणम् इति अस्माभिः बुद्धं. तथा वदनेन आद्यपतन असमवायिकारणं गुरुत्वम् इति वदनेन गुरुत्वम् असमवायिकारणम् इति तु बुध्यते. तर्हि झटिति किं लक्षणं निर्मीयते? यथा तत् असमवायिकारणम् इति पश्यामः चेत् एतत् वाक्यं मनसि आगच्छति, समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति वाक्यं मनसि आगच्छति. किन्तु तत्तु अस्ति, किन्तु सामान्यलक्षणं न अपेक्षितम्. इदानीं गुरुत्वस्य विशेषस्य लक्षणं वक्तव्यं. तत्र इदानीं तत्र किं फोकस् विशेष द्रव्यत्वं द्रव्यस्य लक्षणम् इति न अपेक्षितं, पृथिवी न अपेक्षितं, तत्र गुणवत्वस्य लक्षणम् अपेक्षितम्. अतः तत्र कार्यविशेषः कः इति चेत् आद्यपतनम् इति एव तत्र कार्यविशेषः अस्ति. अनेन धर्म अवच्छेदकं योजनीयम्. आद्यपतनम् इत्यनेन तत्र तदेव धर्मः भवति खलु महोदय? आद्यपतनं तस्य धर्मः न आद्यपतनस्य धर्मः आद्यपतनस्य धर्मः आद्यपतनत्वम् इति एव धर्मः भवति तत्र. तर्हि इदानीं तत्र धर्मस्य योजनं भवेत्. तर्हि आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित असमवायसम्बन्धावच्छिन्नकारणता इति वदनेन कथनेन त्रिषु दोषेषु कोऽपि दोषो नास्ति इति यदि यतः तत्र विशेषः उक्तः इदानीम् आदौ एव कार्यविशेषः उक्तः इत्युक्ते आद्यपतनम् आद्यपतनत्वम् इति धर्मः उक्तः तर्हि अन्यत्र कुत्रापि इदानीं न भवितुम् अर्हति आद्यपतनत्व अवच्छिन्न इति अन्यत्र न भवति आद्यपतनत्व अवच्छिन्न कार्यता इति उक्तत्वात् एषा कार्यता अन्यत्र कुत्रापि अन्यत्र न भवति इति तर्हि आद्यपतने एव भवति इति कृत्वा तत्र दोषः न भवति इत्युक्ते तत्र अव्याप्तिदोषः अतिव्याप्तिदोषः असम्भवदोषः न भवति किन्तु यदा विचार्यते तदा आद्यपतनत्वावच्छिन्नपदयोजने सति तस्मिन् तादृशसामर्थ्यम् अस्ति यत् अन्येभ्यः सर्वेभ्यः व्यावर्तयति इत्युक्ते तत्र आद्यपतनत्व अवच्छिन्न पतनत्वावच्छिन्न इति पदे सामर्थ्यं तस्मिन् पदे एव सामर्थ्यम् अस्ति यत् अन्येभ्यः व्यावर्तयति इत्युक्ते अन्यत्र कुत्रापि न भवति इत्यनेन तत्र अन्येभ्यः भिन्नः भवति एतत् अतः व्यावर्तयति इति तत्र उक्तम् कार्यं भिन्नं भिन्नेभ्यः कार्येभ्यः भिन्न एषः एतत् कार्यं भिन्नं भवति कार्यं भिन्नम् इति कृत्वा कारणमपि भिन्नं कारणमपि भिन्नं भवति भिन्नम् इति भवति यस्मात् कार्यतायां समवायसम्बन्धावच्छिन्नत्वे वैयर्थ्यम् आगतम् व्यर्थम् अव्यर्थ्यम् इत्यस्य भावः अस्तु वृद्धिः अस्ति तत्र इति कस्मात् कस्याम् इत्युक्ते वैयर्थं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वे वैयर्थ्यम् आगतम् इत्युक्ते तस्य योजनस्य आवश्यकता नास्ति समवायसम्बन्धावच्छिन्नत्वं व्यर्थम् अस्ति व्यर्थम् अस्ति इति भवति अतः व्यर्थः भवति चेत् समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम् इति चेत् किमर्थम् आरम्भे संयोजितं प्राप्तम् अस्ति इत्युक्ते आरम्भे तु एतत् सर्वं पठनीयं भवति खलु नाम आद्यपतन आद्यपतनस्य असमवायकारणम् इति यदा शृण्मः तदा असमवायकारणस्य लक्षणम् आगच्छति एव अतः अतः प्राप्तिः अस्ति तद् भवति एव इति तद् भवति एव इति अस्तु किम् इत्युक्ते आद्यपतन इति आद्यपतनत्वम् इति शृण्मः चेत् तत्र असमवायसम्बन्धः अवच्छिन्न असमवायकारणम् इति असमवायकारणम् इति जानीमः तदा सर्वं तत्र समवायसम्बन्धावच्छिन्न एतत् सर्वं योजयामः एव अतः तत् तद् भवति एव तत्र अत एव अग्रे असमवायकारणपदश्रवणे असमवायकारणपदश्रवणे तस्य प्राप्तिरस्ति अतः दत्तं परं यदा व्यर्थमिति बुद्धं तदा त्यक्तं इत्युक्ते तत्र कालक्रमेण एतत् भवति बुद्धं भवति तत्र आरम्भे एतत् सर्वं वयं लिखामः नाम तत्र तत्र नाम तत्र साधारण उदाहरणानि अपि सन्ति खलु तत्र आपणं गच्छामः इति चिन्तनम् अस्ति अस्तु किं किम् आवश्यकम् एतत् एतत् सर्वम् आवश्यकम् इति योजयामः किन्तु तदा मनसि आगच्छति अस्तु एतत् अस्ति चेत् अन्यस्य आवश्यकता नास्ति खलु इति किन्तु आरम्भे तत्र द्वयं त्रयं किमपि अनुभवः नास्ति खलु अतः आरम्भे सर्वं वक्तव्यं भवति किन्तु यदा बुद्धं भवति तदा आवश्यकता नास्ति नास्ति इति अवगत्य त्यजामः इति साधु तावदेव अस्तु समीचीनं बहु समीचीनमस्ति करपत्रं समये तत्र पठितवन्तः अग्रिमे सप्ताहे तत्र पुनः विद्याधरीं गत्वा तत्र पठामः. तर्हि तत्र एतत् केवलम् उदाहरणमस्ति, नाम यत्र यत्र तत्र लक्षणम् इति तत्र अस्माभिः रचितं भवति तदा एतादृशी प्रक्रिया भवति. नाम आरम्भे सर्वं लिखामः, तदनन्तरं चिन्तनं भवेत् धनसार्थक्यम्, ओ एतत् आवश्यकं वा न इति. तदनन्तरं तत्र दीर्घवाक्यं तदा लघुवाक्यं भवितुमपि अर्हति. किन्तु तत्र योजनेन एव भवति. यान्त्रिकरूपेण प्रथमतया वयं यान्त्रिकरूपेण लक्षणवाक्यं रचयामः, तदनन्तरं योजनेन अनुभवेन अस्तु अस्तु एतस्य आवश्यकता नास्ति इति कृत्वा किम् आवश्यकम् इति दृष्ट्वा केवलं तद् वदामः तावदेव. धर्मः योजितः चेत् अन्यस्य तत्र वाक्यं लघुः भवति, लाघवं भवति इति अस्ति. समीचीनम्. अतः तस्य दलस्य आवश्यकता नास्ति नास्ति इति. धन्यवादः महोदय. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः महोदय. धन्यवादः.